अस्तु, तर्हि अस्माकं वर्गे अभावस्य विषये चर्चा प्रवर्तमाना अस्ति. गते वर्गे वयं अभावस्य चतुर्विधत्वं दृष्टवन्तः. कोऽपि वक्तुम् इच्छति वा ते के इति? आद् अभावः, प्रेसेन्स् अभावः, अत्यन्त अभावः, अन्य अभावः. सम्यक्. प्रागभावः, प्रध्वंसाभावः, अत्यन्ताभावः, अन्याभावः इति अभावस्य चतुर्विधत्वम्. प्रागभावे उदाहरणमासीत् घटनिर्माणस्य पूर्वं घटनिर्माणसामग्रीं दृष्ट्वा भानम् आवः घटस्य अस्ति इति, सः भावः प्रागभावः. प्रध्वंसाभावस्य उदाहरणे घटः अस्ति, घटस्य उपरि मुद्गरपातनेन यः अभावः निर्मीयते सः प्रध्वंसाभावः. अत्यन्ताभावस्य विषये तु वयं पूर्वमपि पठितवन्तः, सामान्याभावः, विशेषाभावः, विशेषविशेषाभावः, अत्यन्ताभावस्य प्रभेदाः, अन्योन्याभावः इति नूतनः भावः अस्माभिः पठितं गते वर्गे. अन्योन्याभावस्य विषये कोऽपि किञ्चित् वदति वा, उदाहरणं दत्वा? घटः पटः न. सम्यक्. घटः पटः न इति अभावस्य विवरणं भवति अन्योन्याभावः. तत्र घटः पटः न इत्यस्मिन् प्रतियोगी कः, अनुयोगी कः? घटं विहाय सर्वत्र अस्ति. अनुयोगी कः? घटः प्रतियोगी इति स्वीकुर्मः चेत् पटः अनियोगी, पटः प्रतियोगी इति स्वीकुर्मः चेत् घटः अनियोगी. तथा एव अस्ति. घटः पटः न इति घटस्य अन्योन्याभावः. घटः पटः न इति घटस्य अन्योन्याभावः. तदा घटः प्रतियोगी अस्ति, घटे प्रतियोगिता वर्तते, अपि च पटः अनुयोगी अस्ति, पटे अनुयोगिता वर्तते. इदानीं घटस्य अन्योन्याभावः इति वदामश्चेत् तादृशः नास्ति. नास्ति किम्? आम्, श्रवणं किञ्चित् क्लेशः अस्ति. अस्तु, अहम् अपरेषां माध्यमेन आगमिष्यामि. इदानीं ज्ञाति नागतम्? कोऽपि स्पीकर्? शिवरामकृष्णः. अन्य कोऽपि? भगिनी सन्ध्या अस्मि. सन्ध्या भगिनि, अस्तु, अहमिदानीमेव पुनः आगमिष्यामि. सर्वे श्रोतुं शक्नुवन्ति? आम्. अस्तु, घटस्य अन्योन्याभावे घटस्य अन्योन्याभावः अस्ति चेत् तादृशः अभावः घटं विहाय सर्वत्र वर्तते. घटः पटः न इत्यस्मिन् घटः प्रतियोगी अस्ति, पटः अनुयोगी अस्ति, किन्तु केवलं घटस्य अन्योन्याभावः इति वदामश्चेत् तदा घटस्य अन्योन्याभावः घटं विहाय सर्वत्र वर्तते. तत् किं कथं वक्तुं शक्नुमः? नूतनः सम्बन्धः आगतः तदा घटः अस्मिन् तादृशसम्बन्धेन तिष्ठति इति वक्तुं सः सम्बन्धः कः? तादात्म्यसम्बन्धः स्वरूपसम्बन्धः इति केनापि उक्तं वा इदानीं? स्वरूपसम्बन्ध अस्तु भगिनि, स्वरूपसम्बन्धः तु यत्र अभावः वर्तते अथवा प्रतियोगिता अनुयोगिता वर्तते तत्र भवति स्वरूपसम्बन्धः. कटाभावभूतले अस्ति चेत् सः अभावः स्वरूपसम्बन्धेन भूतले वर्तते. किन्तु घटः स्वस्मिन् तादात्म्यसम्बन्धेन भवति अथवा पटः अपि स्वस्मिन् तादात्म्यसम्बन्धेन भवति इति कारणेन घटस्य अभावः घटं विहाय सर्वत्र भवति लोके. इदानीं घटः पटः न इति वाक्यं न, केवलं घटस्य अन्योन्याभावः कुत्र कुत्र वर्तते इति प्रश्नः अस्ति. तदा उत्तरं भवति घटं विहाय सर्वत्र वर्तते, यतोहि घटः स्वस्मिन् तादात्म्यसम्बन्धेन वर्तते इति कारणतः. तर्हि अस्मिन् सन्दर्भे प्रतियोगिकः घटः प्रतियोगी, घटः एव प्रतियोगी, अपि च घटाभावः घटं विहाय, घटस्य अन्योन्याभावः घटं विहाय अपरत्र सर्वत्र वर्तते इति साधितमस्ति तादात्म्यसम्बन्धेन. तर्हि घटः प्रतियोगी अस्ति चेत् घटे विद्यमाना प्रतियोगिता कीदृशी अस्ति? कोऽपि वक्तुं शक्नोति वा? घटनिष्ठः, घटनिष्ठप्रतियोगिता साधु एव, किन्तु कीदृशी प्रतियोगिता, केन सम्बन्धेन अवच्छिन्ना प्रतियोगिता अन्योन्याभावे? ओ, तादात्म्यसम्बन्धेन अवच्छिन्ना घटनिष्ठप्रतियोगिता. हा, बहु सम्यक् अस्ति. तादात्म्यसम्बन्ध अवच्छिन्ना प्रतियोगिता घटे अस्ति, अथवा पटस्य अन्योन्याभावः इति वदामश्चेत् तत्रापि पटः स्वस्मिन् तादात्म्यसम्बन्धेन तिष्ठति इत्यतः तादात्म्यसम्बन्धावच्छिन्न प्रतियोगिता पटे वर्तते इति वदामः. इदानीं वायुः अस्ति इति चेत् वायौ रूपम् अस्ति वा? वायौ रूपं नास्ति, तर्हि वायौ रूपस्य अभावः अस्ति खलु? तदा यदि वायौ रूपम् अभविष्यत् तर्हि केन सम्बन्धेन अभविष्यत्? सम्यक्, संयोगसम्बन्धेन. किमर्थं? तस्य स्वरूपः न, अन्यसम्बन्धेन न भवितुम् अर्हति. हा, सत्यं. रूपम् इति गुणः, वायुः इति पदार्थः. यदि वायौ रूपम् अभविष्यत् तर्हि गुणगुणिनोः मध्ये यः संयोगसम्बन्धः अस्ति तेन सम्बन्धेन अभविष्यत्, किन्तु वायौ नास्ति. भगिनी क्षम्यतां, तत्र गुणगुणिनोः समवायसम्बन्धः अस्ति किल? क्षम्यतां, समवायसम्बन्धः. सत्यं भगिनि, सत्यम् उक्तं. संयोगः नास्ति, अजितमहोदय वा कोऽपि, यः कोऽपि भवतु. अस्तु, हा, वायौ रूपम् अस्ति इति समवायसम्बन्धेन भवति यदि वायौ रूपम् अभविष्यत् चेत्. तदा प्रतियोगिता कुत्र भवति, अनियोगिता कुत्र भवति? वायौ रूपस्य अभावः इति वदामः, तर्हि अभावः अस्ति रूपस्य, रूपाभावः. तादृश्यां स्थित्यां प्रतियोगी कः, अनियोगी कः इति वदति वा? वायुः प्रतियोगी न, वयं रूपस्य अभावस्य विषये वदामः, रूपाभावः, यथा घटाभावः. वायुनिष्ठ अनियोगिता न, चिन्तयन्तु, वायौ रूपस्य अभावः, अभावः तु रूपस्य, यदा घटाभावः इति वदामः तदा घटे प्रतियोगिता, अभावे अनियोगिता, तदा तथा एव रूपस्य अभावः, रूपाभावः. रूपः प्रतियोगी अस्ति. सत्यं, रूपाभावः अनियोगी अस्ति. अवगतं वा? हा, रूपः रूपम् अस्ति प्रतियोगी, रूपाभावः अस्ति अनियोगी. इदानीं रूपे अस्ति प्रतियोगिता, यतोहि रूपमस्ति प्रतियोगी, रूपे अस्ति प्रतियोगिता, तर्हि सा प्रतियोगिता कीदृशी? अन्योन्याभावस्थले वयम् उक्तवन्तः तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिता इति. इदानीं वायुः, वायौ रूपाभावः इत्यस्मिन् कीदृशी प्रतियोगिता स्यात्? कोऽपि प्रयत्नं करोति वा? अत्यन्ताभावः वा? आम्, अत्यन्ताभावः एव. किन्तु प्रतियोगिता केन सम्बन्धेन अवच्छिन्ना भवति? समवायसम्बन्धेन. आम्, समवायसम्बन्धेन. यतोहि यदि वायुः, वायौ रूपम् अभविष्यत् चेत् रूपं समवायसम्बन्धेन अभविष्यत् किल, तदर्थं रूपे विद्यमाना प्रतियोगिता समवायसम्बन्धावच्छिन्ना प्रतियोगिता भवति. प्रश्नः अस्ति वा? अवगतं वा? अत्यन्ताभावस्थले समवायसम्बन्धावच्छिन्नप्रतियोगिता भवति अथवा संयोगसम्बन्धावच्छिन्नप्रतियोगिता भवति? अन्योन्याभावस्थले तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिता भवति इति बुद्धम्? आम्. इदानीं भूतलमस्ति, भूतले घटाभावः अस्ति, तत्र प्रतियोगी कः, अनियोगी कः? सत्यं, घटाभावः अनियोगी, घटः प्रतियोगी. अधुना घटे विद्यमाना प्रतियोगिता केन सम्बन्धेन अवच्छिन्ना भवति? संयोगसम्बन्धेन. यतोहि भूतलं घटः अनयोः मध्ये संयोगसम्बन्धः एव भवितुमर्हति, न तु समवायः. तर्हि संयोगसम्बन्धावच्छिन्नप्रतियोगिता. अत्यन्ताभावस्थले संयोगसम्बन्धावच्छिन्नप्रतियोगिता अथवा समवायसम्बन्धावच्छिन्नप्रतियोगिता भवति. अन्योन्याभावस्थले तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिता भवति. स्पष्टं स्यात्? अन्य केनापि आगतं वा इदानीम्? कोऽपि नूतनतया आगतवान्? अस्तु, सर्वे एकत्रिंशत्तमं पुटं पश्यन्तु कृपया. अधिकरणस्यापि भवति अनुयोगी इति संज्ञा, ततः आरभ्य अद्य पठामः. एतावता पुष्पमहोदय आगतवती किम्? आम्. अन्य कोऽपि? अस्तु, एकत्रिंशत्तमं पुटं पश्यन्तु. अधिकरणस्यापि भवति अनुयोगी इति संज्ञा. इतः पूर्वम् अनुयोगी इति संज्ञा अभावस्य आसीत्, यथा वयं दृष्टवन्तः अन्योन्याभावस्थले वा अथवा अत्यन्ताभावस्थले. अभावः यः कोऽपि भवतु, अनुयोगी इति संज्ञा अभावस्य आसीत्. किन्तु अधुना अधिकरणं, यत्र अभावः वर्तते, अधिकरणं अस्यापि अनुयोगी संज्ञा भवति इत्यस्य उदाहरणम् अत्र विवरणम् उदाहरणं च अत्र भवति. अस्तु, क्रमेण पठित्वा गच्छामः. राधिका भगिनी पठितुम् इच्छति वा? क्षम्यतां भगिनि, अहम् आगामि वर्गे निश्चयेन पठामि. अस्तु, प्रिया भगिनी. अधिकरणस्यापि भवति अनियोगी इति संज्ञा. अभावाः एतावता निरूपिताः, तन्निष्ठः विरोधः, अनियोगिता अपि उक्ता. अस्य च अनियोगिताशब्दस्य अन्यत्रापि प्रयोगः दृश्यते. न्यायग्रन्थेषु अधिकरणस्यापि क्वचित् अनियोगी इति व्यवहारः दृश्यते. यथा भूतलं घटानुयोगी, अत्र भूतलम् अनियोगि चेत् अनियोगिता भूतले भवति. इयं च अनियोगिता न अभावनिष्ठविरोधरूपा, किन्तु अधिकरणनिष्ठः धर्म इति अधिकरणता एव. तथा च भूतले घटानुयोगिता अस्ति इति युक्तौ घटाधिकरणता अस्ति इति अर्थः ग्राह्यः. एतां च अधिकरणतारूपाम् अनियोगिताम् आदाय भेद अत्यन्तभावयोः वैलक्षण्यं सम्प्रदाये इत्थं वर्णयन्ति. अस्तु, तर्हि एतावता अनुयोगी इति संज्ञा केवलम् अभावस्य आसीत्. अनुयोगिता कुत्र वर्तते इत्युक्तौ अभावे इति उत्तरम् आसीत्. किन्तु न्यायग्रन्थेषु अधिकरणस्यापि अनुयोगी संज्ञा दृश्यते. इदानीं भूतले घटाभावः अस्ति इत्युक्तौ अभावः कुत्र अस्ति? भूतले अस्ति. अभावस्य अधिकरणं किम्? भूतलम्. अधिकरणं भूतलम् अस्ति, तस्यापि तस्य अनुयोगी इति संज्ञा वर्तते. तर्हि अनुयोगिता कुत्र वर्तते? भूतले एव. बुद्धं स्यात्, घटाभावः एतावता अभावस्य अनुयोगी इति संज्ञा, तद् किञ्चित् कालपर्यन्तं विस्मरन्तु. अधुना अधिकरणस्यापि अनुयोगी इति संज्ञा दीयते. भूतलं घटानुयोगी इत्यस्य अर्थः भवति भूतले घटाभावः वर्तते. घटाभावस्य अधिकरणं भूतलम् अस्ति, अपि च अनुयोगिता भूतले वर्तते. अधिकरणनिष्ठधर्मः अस्ति. इदानीं किमर्थं तादृशी संज्ञा दत्ता अधिकरणस्य इति प्रश्नः भवति चेत्, तदा भेद अत्यन्ताभावयोः वैलक्षण्यं वर्णयितुम् इति भवति उत्तरं. भेद अत्यन्ताभावयोः इत्युक्ते अन्योन्य अत्यन्ताभावयोः, भेदः इति यत्र यत्र दृश्यते तत्र तत्र अन्योन्याभावः इति चिन्तयन्तु. अन्योन्याभावः अत्यन्ताभावः, अनयोः मध्ये भेदम् अथवा वैलक्षण्यं प्रदर्शयितुम् अधिकरणस्यापि अनियोगी इति संज्ञा कृता अस्ति. अस्तु, अग्रे अजित् भगिनी, सः अभावः तु संयोगसम्बन्धेन एव भवति, सत्यं वा? आं, सत्यम्. प्रश्नः किं, भूतले घटाभावः केन सम्बन्धेन भवति इति वा? आम्, भूतले घटाभावः तु स्वरूपसम्बन्धेन भवति. पृष्ठसङ्ख्या 29 पश्यतु कृपया. तत्र उपरितने भागे चित्रमस्ति, घटाभावः भूतलम् इति. पश्यन्ति वा सर्वे? तत्र केन सम्बन्धेन वर्तते अभावः भूतले? दैशिकविशेषणता स्वरूपं स्वरूपं तर्हि अभावः तु स्वरूपसम्बन्धेन भवति, किन्तु भूतले घटाभावः अस्ति इत्यस्य सन्दर्भे तदा घटः प्रतियोगी अस्ति, घटे विद्यमाना प्रतियोगिता संयोगसम्बन्धावच्छिन्ना भवति. बुद्धं वा? संयोगसम्बन्धः अवच्छेदकः भवति प्रतियोगितायाः. यथा अन्योन्याभावस्थले तादात्म्यसम्बन्धः आसीत् अवच्छेदकः प्रतियोगितायाः, तथा एव भूतले घटाभावः अस्ति इत्यस्मिन् सन्दर्भे संयोगसम्बन्धः प्रतियोगितायाः अवच्छेदकः भवति. किन्तु घटाभावः तु भूतले स्वरूपसम्बन्धेन एव वर्तते. उदं वा महोदय? घटाभावः अथवा अतृत अस्ति घटत्वभावः, किञ्चित् भिन्न अस्ति वा? न तत्र यत्र घटाभावः वर्तते तत्र घटत्वाभावः अपि खलु. अस्तु अस्तु आम्. यत्र अभावः वर्तते अथवा प्रतियोगिता अवच्छेदकता एतादृशाः पदार्थाः केन सम्बन्धेन कुत्रचित् वर्तते इति प्रश्ने कृते स्वरूपसम्बन्धेन एव इति उत्तरं भवति. यतोहि तत्र संयोगसम्बन्धः न तु न भवितुमर्हति, तादात्म्यं तु न भवति, समवायः अपि न भवति, तर्हि स्वरूपसम्बन्धेन एव भवति. अस्तु, इदानीम् अनुयोगी इति संज्ञा अधिकरणस्यापि घटाभावस्य अधिकरणमस्ति. महोदय, एक प्रश्नं, कति पुत्राणि संभावसम्बन्ध, कति पुत्राणि अस्ति? प्रश्नः न अवगतः. सम्बन्ध कति पत्राणि इदानीं वयं एकत्रिंशत्तमे पुटे स्मः. ओ देट् वन् ऐ डोण्ट् सी इट् देर् पेज् 31 ऐ मीन् पेज् 29 पश्यतु, तत्र घटत्वाभावः प्रतियोगिता अवच्छेदकता ते सर्वे स्वरूपसम्बन्धेन वर्तते अधिकरणे इति दर्शितमस्ति. तावदेव विषयः आसीत्. बट् इट् डजन्ट् से स्वरूपसम्बन्ध. 29 yeah, I'm looking at it, but there, it doesn't say स्वरूप. चित्रम् अस्ति उपरितने भागे, चित्रं दैशिकविशेषणता स्वरूपम् इति. 29 has दैशिकविशेषणता. Is that the one? सत्यम्. ओके. अस्तु अग्रे पठामः. अधिकरणस्य किमर्थम् अनुयोगीति संज्ञा दत्ता इत्युक्तौ, अन्योन्याभावः अत्यन्ताभावयोः मध्ये वैलक्षण्यं दर्शयितुम् इति. अग्रे अजित् महोदय पठति वा? आम् भगिनि. अत्यन्तभावस्थले बोधनाय प्रतियोगिवाचकपदस्य प्रथमा अनियोगिवाचकपदस्य च सप्तमी भवति. यथा भूतले घटो नास्ति इति अत्यन्तभावबोधकः प्रयोगः, अत्र च घटाभावः भूतले अस्ति, अभावप्रतियोगिता घटे. तद्वाचकपदोत्तरं प्रथमाविभक्तिः भवति. अभावानुयोगी भूतलम्, अतः तद्वाचकपदोत्तरं सप्तमी विभक्तिः भवति. एवमेव वायौ रूपं नास्ति, रूपे विशेषः नास्ति इति वाक्येषु प्रतियोगिवाचकपदस्य प्रथमा, अनियोगिवाचकपदस्य सप्तमी विभक्ति समर्थनीया. अस्तु, इदानीं भूतले घटाभावः अस्ति इति कीदृशः अभावः? अन्योन्याभावः वा अत्यन्ताभावः वा? अत्यन्ताभावः. वायौ रूपं नास्ति इति अभावः कीदृशः अभावः? अत्यन्ताभावः एव. इदानीम् उदाहरणेन वयं दृष्टवन्तः खलु, वायौ रूपं नास्ति, तत्र प्रतियोगिता समवायेन अवच्छिन्ना भवति. भूतले घटः नास्ति, तत्र प्रतियोगिता संयोगसम्बन्धेन अवच्छिन्ना भवति. यत्र यत्र समवाय वा संयोगसम्बन्धेन प्रतियोगिता अवच्छिन्ना भवति, तत्र तत्र अत्यन्ताभावः एव. तर्हि अत्यन्ताभावस्थले इदानीं भूतले घटाभावः अस्ति इति उक्तवन्तः. तत्र भूतलं किम् अस्ति? अनियोगी अस्ति वा प्रतियोगी अस्ति वा? अनियोगी अस्ति, यतोहि नूतनतया अभावस्य अधिकरणस्यापि अनियोगी इति संज्ञा कृता अस्मिन् विभागे. तर्हि भूतलम् अनुयोगी अस्ति, घटः प्रतियोगी अस्ति. भूतले घटाभावः अस्ति इत्यस्मिन् वाक्ये भूतलम् इत्यस्य विभक्ति का? सप्तमी विभक्ति. घटस्य किं? घटस्य अथवा घटाभावस्य अथवा भूतले घटो नास्ति इति वाक्यं भूतलम् इत्यस्य सप्तमी, घटस्य प्रथमा विभक्ति. वायौ रूपं नास्ति इत्यस्मिन् अनुयोगी कः? वायुः अनुयोगी अस्ति. तर्हि वायौ रूपं नास्ति, तस्मिन् अनुयोगी इत्यस्य विभक्ति का? सप्तमी विभक्ति. रूपम् इति प्रतियोगी अस्ति, तस्य विभक्ति प्रथमा विभक्ति. इदं दर्शयितुमेव अधिकरणस्यापि अनुयोगी इति संज्ञा दत्ता. यत्र भूतलं भवति अनुयोगी, तत्र तत्र भूतले घटो नास्ति इति वाक्यं भवति, तदा अनुयोगी इत्यस्य सप्तमी विभक्ति. वायौ रूपं नास्ति, वायुः अनुयोगी, अधिकरणं च, तस्य सप्तमी विभक्ति. तर्हि अत्यन्ताभावस्थले भूतले घटः नास्ति अथवा वायौ रूपं नास्ति इति अत्यन्ताभावस्य उदाहरणे स्तः. तादृशेषु सन्दर्भेषु अनुयोगी इति संज्ञा यस्य अस्ति तस्य सप्तमी विभक्ति भवति, प्रतियोगी इत्यस्य प्रथमा विभक्ति भवति. तदा वक्तुं शक्नुमः अत्यन्ताभावः इति. प्रश्नः अस्ति वा? नो चेत् अग्रे पठामः. अन्ये के आगतवन्तः इदानीम्? रश्मी भगिनी अस्ति किम्? रश्मी भगिनी प्रायः किञ्चित् निमिषानन्तरं जायिन्. केनापि आगतं नूतनतया? नमस्ते भगिनी, अहं हरिः वदामि. अहम् आगतवान्, परन्तु अहम् इदानीं यानं चालयन् अस्मि, अतः म्यूट् मध्ये भवामि. धन्यवादः. अस्तु, अग्रे विद्याशङ्करमहोदय पठति वा? आम्, भेदस्थले तु प्रतियोगी अनियोगीवाचकपदाभ्यां प्रथमा विभक्तिः भवति, यथा घटः पटो न इति. यदि घटभेदः पटे अस्ति इति वक्तुमिच्छति तदा पटः अनुयोगी, घटः प्रतियोगी. इयमपि पटनिष्ठ अनुयोगिता अधिकरणता एव. एवं इह विपरीतम् अपि सम्भवति. पटभेदः घटनिष्ठः बोधयितुं निष्ठश्चेत् अपि इदं वाक्यं भवति. तर्हि अनुयोगिता घटनिष्ठा, अनुयोगी अनुयोगिता प्रतियोगितयोः आश्रयभेदे अपि विभक्तौ भेदः न एव भवति इति भेदस्थले विशेषः. इति अवगतं स्यात्. भेदस्थले इत्युक्ते अन्योन्याभावस्थले. भेदः इति यत्र यत्र वदन्ति तत्र अन्योन्याभावः इति चिन्तयन्तु. अन्योन्याभावस्थले उदाहरणमस्ति घटः पटः न इति. तत्र प्रतियोगीवाचकपदं किम्? घटः. घटः. अनुयोगीवाचकपदम् अस्मिन् वाक्ये पटः. पटः, यतोहि घटाभावः पटे वर्तते, घटः पटः न इत्यस्मिन्. तर्हि पटः अधिकरणमस्ति अभावस्य, इत्यतः पटस्य संज्ञा भवति अनुयोगी इति. तर्हि घटः पटः न इत्यस्मिन् प्रतियोगिनः प्रथम विभक्ति का? अनुयोगिनः विभक्ति प्रथमा एव. उभयत्र प्रथमा विभक्ति, अनुयोगी अनुयोगी प्रतियोगिनोः प्रथमा विभक्तिः एव. किन्तु अत्यन्ताभावस्थले तथा न आसीत्. भूतले घटः नास्ति इत्यस्मिन् भूतलम् अस्ति अनुयोगी, तस्य सप्तमी विभक्ति. घटः प्रतियोगी, तस्य प्रथमा विभक्ति. वायवरूपं नास्ति इत्यस्मिन् वायुः अनुयोगी, तस्य सप्तमी, रूपम् इत्यस्य प्रथमा. किन्तु भेदस्थले अथवा अन्योन्याभावस्थले तथा नास्ति. घटः पटः न इत्यस्मिन् उभयोः अपि प्रथमा विभक्ति एव, अनुयोगिनः अपि च प्रतियोगिनः इति. भेदं दर्शयितुमेव अधिकरणस्य अपि अनुयोगी इति संज्ञा कृता अस्ति. एतावता प्रश्नः अस्ति वा? अस्तु, अग्रे सरामः. राजेन्द्रमहोदय अग्रे पठति किम्? अस्तु भगिनि. ज्ञानं तद्विष्यता च विवर्ण सौकर्याय विषयिता विषयिता चेति द्वौ सम्बन्धौ निरूप्यते. तत्र गुणविभागे बुद्धि ज्ञानम् इति वा गुणः सङ्ग्रहे वक्ष्यते. अयं च सर्वव्यवहाराणां कारणमिति चोच्यते. कथं केन कदाचित् अपि गौः केनपि प्रमाणेन न ज्ञाता. न सः गामानय इत्यादि व्यवहारसमर्थः वक्तुं समर्थः एवं सर्वत्र. अस्तु, अधुना विषयता विषयिता इति द्वौ नूतनौ सम्बन्धौ निरूप्यते. प्रथमतया अस्माभिः विषयः नाम कः, विषयी नाम किम् इति ज्ञातव्यमस्ति. इदानीं घटः अस्ति अस्माकं पुरतः. अयं घटः इति ज्ञानम्, अयं घटः इति ज्ञानम्. एतस्य ज्ञानस्य विषयः अस्ति घटः. ज्ञानस्य विषयः अस्ति घटः, विषयः ज्ञाने अस्ति, तदर्थं ज्ञानं विषयी अस्ति. अपि च ज्ञाने विषयिता वर्तते, घटे विषयता वर्तते. अवगतं वा भगिनी? एकवारं पुनः. अयम् अयं घटः इति ज्ञानं. वयं घटं पश्यामश्चेत् मनसि ज्ञानं भवति अयं घटः इति. तर्हि सर्वेषां ज्ञानानां कश्चन विषयः स्यात्. तर्हि अयं घटः इति ज्ञानं, ज्ञानस्य विषयः अस्ति घटः. अस्तु, ज्ञानस्य स च विषयः ज्ञाने वर्तते. विषयस्य अधिकरणं किम्? अधिकरणम् इत्युक्ते कुत्र वर्तते इति आधारः. ज्ञानं विषयः ज्ञाने वर्तते इति यदा वदामः तर्हि विषयस्य आधारः अस्ति ज्ञानम्. ज्ञाने विषयः वर्तते तदर्थं ज्ञानं विषयी अस्ति. तत्र इनि प्रत्ययः संयोजनीयः. यदा वयं वदामः गुणी इति, गुणी इति किमर्थं वदामः? यस्मिन् गुणः वर्तते सः गुणी. पुल्लिङ्गे गुणिनि, स्त्रीलिङ्गे गुणी, नपुंसकलिङ्गे. तथा एव ज्ञाने विषयः अस्ति तदर्थं ज्ञानं विषयी अस्ति. घटः विषयः अस्ति. ज्ञानम् अस्ति विषयी, ज्ञाने विषयिता अस्ति, घटः विषयः अस्ति, घटे विषयता अस्ति. बुद्धं वा भगिनि? पुनः एकवारं, पुनः एकवारं. अयं घटः इति किमस्ति महोदय? भवान् एव प्रयत्नं करोतु. अयं घटः इति किमस्ति? ज्ञानमस्ति. ज्ञानमस्ति. ज्ञानस्य विषयः कः? घटः. घटः. घटः च कुत्र वर्तते? ज्ञाने वर्तते. ज्ञाने वर्तते. घटः विषयः, तर्हि विषयः कुत्र वर्तते? घटे. न, घटः ईक्वल् टु विषयः. हा, ज्ञाने वर्तते. घटः ईक्वल् टु विषयः, विषयः ज्ञाने वर्तते. तर्हि घटः विषयः अस्ति, ज्ञानं विषयी अस्ति. यथा गुणी गुणिनी भवति खलु, इनि प्रत्ययः. यस्मिन् गुणः सः गुणी, तथा एव यस्मिन् विषयः सः विषयी. तर्हि ज्ञानं विषयी अस्ति, घटः विषयः अस्ति. भगिनी, अत्र विषयता कुत्र अस्ति? घटे अस्ति वा? सत्यं, घटः विषयिता, विषयिता ज्ञाने अस्ति खलु? सत्यं. तर्हि बुद्धं स्यात्. पुरतः कागदम् अस्ति चेत् तादृशं चित्रं रचयन्तु, ज्ञानम् इति लिखित्वा एरो मार्क् कृत्वा विषयिता, अपि च घटः इति लिखित्वा उपरि गमनार्थं शरः रचयित्वा विषयता इति रचयन्तु. तर्हि विषयता विषयिता अनयोः मध्ये निरूपकनिरूप्यभावः निश्चयेन अस्ति किल? कोऽपि वक्तुं शक्नोति वा ज्ञाननिष्ठविषयिता सर्वम् उपयुज्य वाक्यम्? घटनिष्ठविषयता निरूपित ज्ञाननिष्ठविषयिता. विषयिता, बहु सम्यक्. तथा एव विषयता इत्यस्य निरूपणं ज्ञाननिष्ठविषयिता निरूपित घटनिष्ठविषयता. विषयता इति निरूपकनिरूप्यभावस्य वाक्यमस्ति. ज्ञानम् अस्ति, ज्ञाने विषयिता अस्ति, घटः अस्ति, घटे विषयता अस्ति. वदतु महोदय. घटनिष्ठ विषयता निरूपित ज्ञाननिष्ठ विषयिता. सम्यक्, तथा एव. यत्र अयं पटः इति ज्ञानं भवति, तत्र पटः विषयः भवति, पटे विषयता भवति. एवमेव वाक्यमपि भवति, पटनिष्ठविषयता निरूपित ज्ञाननिष्ठविषयिता. विपरीतदिशि अपि तथा एव भवति. इदानीं ज्ञाने विषयः अस्ति इति ज्ञातम्, अपि च विषये अपि ज्ञानम् अस्ति. तादृशः सम्बन्धः यत्र आधारः आधेयः निश्चितः नास्ति, तादृशः सम्बन्धः वृत्ति अनियामकसम्बन्धः इति उच्यते. वृत्ति किं भगिनि? पुनः वदतु. ज्ञाने विषयः अस्ति, विषये अपि ज्ञानः अस्ति, ज्ञानमस्ति. तादृशः सम्बन्धः यत्र अधिकरणं वा अथवा आधेयः अथवा आधारः वा निश्चितं नास्ति, तादृशः सम्बन्धः वृत्ति अनियामकः सम्बन्धः. उदाहरणार्थं घटे आकाशः अस्ति इति वाक्यं साधु वा? न. आकाशः इत्युक्ते अत्र आकाशः इत्युक्ते स्कै इति मा चिन्तयन्तु, स्पेस्. अस्तु, स्पेस् इत्यस्मिन् विवक्षायाम् अस्ति अस्ति, घटे आकाशः अस्ति, आकाशे घटः अपि अस्ति इति वाक्यं साधु. अत्र वृत्तिः नाम आधेयः. घटे आकाशः अस्ति, आकाशे घटः अस्ति, तत्र आधेयः निश्चितः नास्ति खलु? घटे घटः अपि आधेयः भवितुमर्हति, आकाशः अपि आधेयः भवितुमर्हति. तादृशः सम्बन्धः अस्ति वृत्ति अनियामकः सम्बन्धः. वृत्तिनियामकः सम्बन्धः इत्युक्ते यज्ञदत्तः आसन्दे आसन्दे अस्ति. तादृशेषु वाक्येषु आधेयः कः, अधिकरणं किम् इति निश्चितं, तदपि वृत्तिनियामकसम्बन्धः. यत्र आधेयः न निश्चितः तत्र वृत्ति अनियामकः सम्बन्धः इति उच्यते. तादृशः सम्बन्धः ज्ञानविषयोः मध्ये अपि वर्तते. विषयः ज्ञाने अस्ति, ज्ञानं विषये अस्ति. तर्हि वृत्ति अनियामकः सम्बन्धः इति वदन्ति. इदानीं प्रश्नः उदेति, ज्ञानं केन सम्बन्धेन विषये अस्ति इति, अथवा विषयः केन सम्बन्धेन ज्ञाने अस्ति. तन्निमित्तम् उदाहरणमस्ति, पिता पुत्रयोः उदाहरणं स्वीकुर्मः. पिता अस्ति चेत् पितरि पितृत्वम् अस्ति, पुत्रे कीदृशं धर्मः भवति? पुत्रत्वमस्ति. पुत्रत्वमस्ति, पितरि पितृत्वं, पुत्रे पुत्रत्वं. तर्हि एषा पिता सर्वेषां पुत्राणां पिता इति वा? आमां. न, लोके यावन्तः पुत्राः सन्ति तेषां सर्वेषाम् एषा एव एषः एव पिता इति भानं वा? सः तु स्वस्य पुत्रस्य एव पिता. तर्हि तस्य पितृत्वं स्वस्य पुत्रस्य कृते एव सीमितमस्ति खलु? अपि च एषः पुत्रः, तस्मिन् पुत्रत्वम् अस्ति, तस्य पुत्रत्वं स्वस्य पितुः कृते एव सीमितमस्ति, सः सर्वेषां पुत्रः नास्ति. तर्हि वदामः पिता स्वयं निरूपितपुत्रत्वसम्बन्धेन पुत्रे अस्ति इति. पिता पुत्रयोः मध्ये यः सम्बन्धः अस्ति सः सम्बन्धः पित्रा निरूपित स्वनिरूपितपुत्रत्वसम्बन्धः. अयं पिता अस्य पुत्रस्य एव पिता, स्वस्य पुत्रस्य एव पिता इति वक्तुं, पित्रा स्वनिरूपितपुत्रत्वसम्बन्धः, तेन सम्बन्धेन सः पुत्रे अस्ति. तथा एव पुत्रेण स्वनिरूपितपितृत्वसम्बन्धः अस्ति स्वस्य पितुः कृते. पुत्रेण स्वनिरूपितपितृत्वसम्बन्धेन पुत्रः पितरि अस्ति इति अवगतं वा? अथवा किमपि प्रश्नः, चिन्तनम्? पुनः एकवारं, पित्रा स्वनिरूपित पुत्रस्य, पित्रा स्वनिरूपितपुत्रत्वसम्बन्धः, सम्बन्धः पित्रा स्वनिरूपितपुत्रत्वसम्बन्धेन पुत्रे अस्ति पिता यदा यदा वयं चित्रं रचयामः पिता तस्मात् उपरि एरो रचयित्वा पितृत्वं पुत्र तस्मात् उपरि एरो रचयित्वा पितृत्वं पुत्रत्वम् इति चित्रं रचयामः तदा तयोः मध्ये कीदृशः सम्बन्धः भवति इत्युक्तौ पित्रा स्वनिरूपितपुत्रत्वसम्बन्धेन पुत्रे अस्ति पिता पुत्रः पुत्रेण स्वनिरूपितपितृत्वसम्बन्धेन पितरि अस्ति अवगतं वा पुनः एकवारं वदतु पाठयतु भगिनि पुत्रः पुत्रेण स्वनिरूपितपितृत्वसम्बन्धेन पितरि अस्ति बुद्धं पिता पुत्री अस्ति स्वनिरूपितपुत्रत्वसम्बन्धेन इति वा एवं सत्यं सत्यं सत्यं किमर्थं चेत् एषा पिता स्वस्य पुत्रस्य एव पिता अस्ति तर्हि स्वनिरूपित कश्चन सम्बन्धः स्यात् खलु एषः मम पुत्रः इति वक्तुम् अपरेषां पुत्रः तस्य पुत्रः न तर्हि स्वयं कश्चन सम्बन्धं निरूपयति पित्रा स्वनिरूपितपुत्रत्वसम्बन्धः तेन पिता पुत्रे अस्ति तथा एव पुत्रे पुत्रत्वमस्ति अपि च एषः पुत्रः स्वस्य पितुः पुत्रः अपरेषां पुत्रः नास्ति तर्हि पुत्रेण स्वनिरूपितपितृत्वसम्बन्धः भवति एषः एव मम पिता इति वक्तुं तर्हि वाक्यद्वयं किमर्थं स्वनिरूपितपुत्रत्व अपि च स्वनिरूपितपितृत्वम् इत्युक्तौ पिता पुत्रयोः मध्ये यः सम्बन्धः अस्ति सः सम्बन्धः एक्स्क्लूसिव् अस्ति एकः पिता सर्वेषां पिता न भवति अथवा एकः पुत्रः सर्वेषां पुत्रः न भवति तयोः मध्ये यः सम्बन्धः अस्ति सः भिन्नः सम्बन्धः इत्युक्ते एक्स्क्लूसिव् भवति अहं सम्बन्धम् अवगच्छामि परन्तु अस्मिन् वाक्ये पिता स्वरूपित पुत्रत्वसम्बन्धेन पुत्रे अस्ति वा पिता पुत्रे अस्ति इति वा इति वाक्यं चिन्तयन्तु अस्तु पित्रा स्वनिरूपितपुत्रत्वसम्बन्धः अस्ति इदानीम् अस्ति वा नास्ति वा तत् त्यजन्तु पित्रा स्वनिरूपितपुत्रत्वसम्बन्धः न तु पित्रा स्वनिरूपितपितृत्वसम्बन्धः पित्रा स्वनिरूपितपुत्रत्वसम्बन्धः पुत्रं प्रति पुत्रेण स्वनिरूपितपितृत्वसम्बन्धः पितरं प्रति अस्ति अस्तु इदानीम् अस्ति नास्ति अस्ति वा इति महोदय पृष्टवान् कः कस्मिन् अस्ति इति प्रसङ्गः भवति ज्ञानविषयोः मध्ये ज्ञानं विषये अस्ति विषयः अपि ज्ञाने अस्ति खलु वृत्ति अनियामकसम्बन्धः तर्हि ज्ञानं केन सम्बन्धेन विषये अस्ति विषयः केन सम्बन्धेन ज्ञाने अस्ति इति वक्तव्यम् केन सम्बन्धेन विषयः ज्ञाने अस्ति ज्ञानं केन सम्बन्धेन विषये अस्ति इति वक्तव्यं भवति तर्हि भवन्तः चिन्तयतु ज्ञाने विषयता विषयिता अस्ति विषये विषयता अस्ति यथा पितरि पितृत्वं पुत्रे पुत्रत्वम् आसीत् तदा तथा एव ज्ञाने विषयिता अस्ति अपि च विषये विषयता अस्ति ज्ञानं केन सम्बन्धेन विषये भविष्यति एव ज्ञानमस्ति अतः स्वनिरूपितसम्बन्धेन वा सत्यं ज्ञानविषयोः मध्ये अपि यः सम्बन्धः भवति तत्रापि सः सम्बन्धः एकैकः एव एक्स्क्लूसिविटि अस्ति एतद् ज्ञानम् एतस्य विषयस्य एव अथवा एषः विषयः अस्य ज्ञाने एव अस्ति, अस्मिन् ज्ञाने एव अस्ति इति. तर्हि ज्ञानेन स्वरूप स्वनिरूपितविषयतासम्बन्धः भवति, येन ज्ञानं घटे अस्ति अथवा विषये अस्ति. तथा एव विषयेन स्वनिरूपितविषयितासम्बन्धः भवति, तेन विषयः ज्ञाने भवति. इति बुद्धं पुनः वदतु. ज्ञाने ज्ञानेन स्वनिरूपितविषयतासम्बन्धेन ज्ञानं विषये अस्ति. तथा एव विषयेन स्वनिरूपितविषयितासम्बन्धेन विषयः ज्ञाने अस्ति इति वाक्यद्वयं कुत्रचित् लिखन्ति चेत् वरम्. अनन्तरमपि चिन्तयितुं शक्नुवन्ति वाक्यस्य विषये कुत्रचित् लिखित्वा. पुनरेकवारं ज्ञानेन स्वरूपितसम्बन्धेन ज्ञानेन स्वनिरूपित ज्ञानेन स्वनिरूपितविषयतासम्बन्धेन ज्ञानं विषये अस्ति. अस्तु. तथा एव विषयेन स्वनिरूपितविषयितासम्बन्धेन विषयः ज्ञाने अस्ति. इति वाक्यद्वयम्. ज्ञानं केन सम्बन्धेन विषये अस्ति, विषयः केन सम्बन्धेन ज्ञाने अस्ति इति वक्तुं स्वनिरूपितसम्बन्धस्य आवश्यकता अस्ति. ज्ञाने विषयिता अस्ति, किन्तु ज्ञानेन स्वनिरूपितविषयतासम्बन्धः. अपि च विषये विषयता अस्ति, किन्तु विषयेन स्वनिरूपितविषयितासम्बन्धः इति भवति. भगिनी, एषः विषयः पुस्तके अस्ति वा? पुस्तके नास्ति, किन्तु तस्य अवगमनम् आवश्यकम् इति मत्वा महोदयेन पाठितम्. अस्तु. तर्हि ज्ञानमस्ति विषयी, ज्ञाने विषयिता अस्ति. अस्माभिः दृष्टं ज्ञाननिष्ठविषयिता निरूपितविषयनिष्ठविषयता इति. तर्हि विषयः कीदृशः भवति? विषयः भवति ज्ञाननिष्ठविषयितानिरूपकः. तयोः मध्ये परस्परनिरूपकनिरूप्यभावः अस्ति. अस्तु. विषयः निरूपकः भवति. कस्य निरूपकः? ज्ञाननिष्ठविषयितायाः निरूपकः. अपि च ज्ञानं कीदृशम्? विषयतानिरूपकं ज्ञानम् इति अपि वाक्यं सम्भवति. अवगतम्? ज्ञाननिष्ठविषयतानिरूपित विषयनिष्ठविषयता. तर्हि अन्ततो गत्वा ज्ञानं कं निरूपयति? विषयतां निरूपयति खलु. अस्मिन् वाक्यस्य सारांशः अयं यत् ज्ञानम् अन्ततो गत्वा विषयनिष्ठविषयतां निरूपयति. तर्हि ज्ञानं कीदृशम् इत्युक्तौ विषयनिष्ठविषयतानिरूपकं ज्ञानम् इति बुद्धम्. ज्ञानं विषयी अस्ति, ज्ञाननिष्ठ विषयिता निरूपिक विषयता विषयनिष्ठ ज्ञाननिष्ठ विषयिता निरूपित विषयनिष्ठ विषयता विषयनिष्ठ विषयता निरूपक ज्ञाननिष्ठ विषयिता विषयिता सत्यम् अस्तु इदानीं पठामः भगिनी रश्मि अस्तु भगिनि राजेन्द्र महोदय पुनः पठति वा ज्ञानं तद्विषयता इदं सर्वं मनसि निधाय इदानीं पठतु विवर्णसौकर्याय विषयता विषयता चेति द्वौ सम्बन्धौ निरूप्यते तत्र गुणविभागे बुद्धिः ज्ञानम् इति वा गुणः सङ्ग्रहे वक्ष्यते एकनिमिषः इदानीं विषयता विषयिता नाम का इति सर्वे जानन्ति विषये विषयता अस्ति ज्ञानं विषये अस्ति तदर्थं ज्ञाने विषयिता अस्ति इति सर्वे जानन्ति इदानीं गुणविभागे बुद्धिः ज्ञानमिति वा गुणः सङ्ग्रहे वक्ष्यते अयं च सर्वव्यवहाराणां कारणमिति च उच्यते कथम् येन कदाचिदपि गौः केनापि प्रमाणेन न ज्ञाता न सः गामानय इत्यादि व्यवहारसमर्थः वक्तुं समर्थः एव सर्वत्र एवं सर्वत्र इत्युक्ते यदा ज्ञानं न भवति तर्हि व्यवहारः न सिद्ध्यति अयं घटः इति ज्ञानं यदा भवति ज्ञानस्य विषयः घटः इति यावत्पर्यन्तं न ज्ञायते तावत्पर्यन्तं घटमानय इति यदा कोऽपि भवति चेत् तादृशः व्यवहारः न भवति एव अस्तु अग्रे पठतु महोदय अयं च सर्वव्यवहाराणां कारणमिति चोच्यते येन कदाचिदपि गौः केन अपि प्रमाणेन न ज्ञाता न सः गामानय इत्यादि व्यवहारसमर्थः वक्तुं समर्थः एवं सर्वत्र अग्रे अपि पठतु अतः अस्ति ज्ञानापेक्षा किञ्च यः कश्चित् घटं जानाति न सः तदा पटं मठं वा जानाति एवं यदा पटं जानाति न तदा घटं मठं वा एवम् अन्यत्र अपि अन्यथा एकेन ज्ञानेन सर्वोऽपि पदार्थाः ज्ञाताः इति सः सर्वज्ञ एव स्यात् अस्मिन् परिच्छेदे उक्तमस्ति यत् अयं घटः इति यदा ज्ञानं भवति तदा ज्ञानस्य एकः एव विषयः अस्ति यः कोऽपि अयं घटः इति ज्ञानं मनसि आनयति तदा तस्मिन् क्षणे ज्ञानस्य एकः एव विषयः अस्ति अयं घटः इत्युक्तौ सः पटस्य विषये मठस्य विषये न चिन्तयन् भवति मठम् इत्युक्ते कुटीरम् अस्तु सः अपरस्य पदार्थस्य विषये न चिन्तयति इति उदाहरणं दत्तमस्ति तस्मिन् क्षणे ज्ञानस्य भानं यदा मनसि भवति तस्मिन् क्षणे ज्ञानस्य एकः विषयः भवति अयं घटः इत्युक्ते इति ज्ञानस्य तदर्थं ज्ञानविषयोः मध्ये सम्बन्धः भवति विषयितासम्बन्धः विषयतासम्बन्धः इति बुद्धम् अपि च सः विषयितासम्बन्धः यदि अयं पटः इति वदति तदापि विषयः पटः इति भवति तदापि विषयतासम्बन्धः भवति किन्तु सः विषयतासम्बन्धः भिन्नः अयं घटः इत्यस्मिन् विषयिता भिन्नः इति अत्र उक्तमस्ति बुद्धं वा भगिनी पूर्वे गौ केनापि प्रामाण्येन न ज्ञाता न स गामानय इति अहं न अवगच्छामि हा इत्युक्तौ केवलम् उदाहरणं दत्तमस्ति यः कोऽपि इयं गौः इति यदा वदामः तदा इयं गौः इति ज्ञानमस्ति, गौः अस्ति विषयः. यः कोऽपि जनः गौः इति किम् इति अपि न जानाति चेत् तदा गामानय इत्युक्ते धेनुमानय इति व्यवहारः सः न अवगन्तुं शक्नोति एव. व्यवहारार्थं गामानय धेनुमानय गामानय इत्युक्ते धेनुमानय इति व्यवहारः न जानाति. यावत्पर्यन्तम् इयं गौः इति ज्ञानं न भवति तस्य मनसि तावत्पर्यन्तं गामानय इति व्यवहारः न सम्भवति एव. तदर्थं ज्ञानस्य अपेक्षा अस्ति. ज्ञानस्य विषयः कः इति ज्ञातव्यमस्ति. ज्ञानविषयोः मध्ये सम्बन्धः कः इति ज्ञातव्यः भवति इत्येव सारांशः. उत्तमं वा? अग्रे सरला भगिनी पठितुम् इच्छति किम्? एवं च यदा यस्य पदार्थस्य ज्ञानं तदा स एव पदार्थः ज्ञातः नान्यः इति व्यवस्थासिद्धये ज्ञानस एवं घटपटादीनां कश्चित् सम्बन्धः कल्पयः. स एव च विषयतासम्बन्धः. घटज्ञानकाले यद्यपि घटो वर्तते पटोऽपि वर्तते, परन्तु ज्ञानस्य विषयतासम्बन्धः घटेन सह एव वर्तते, न पटेन सह इति. वदन्ति च जनाः चन्द्रमसं पश्यामि अहं न अरुन्धती. इदानीम् अवगच्छन्ति वा? यदा ज्ञानविषय ज्ञानं भवति तदा ज्ञानस्य एकः विषयः भवति, तयोः मध्ये सम्बन्धः यः दृश्यते तादृशः सम्बन्धः अपरस्मिन् ज्ञाने न भवति. घटज्ञानकाले घटः अपि अस्ति, पटः अपि कुत्रचित् अस्ति एव, किन्तु ज्ञानस्य विषयतासम्बन्धः घटेन सह एव, न तु पटेन सह. तदर्थम् अस्माभिः अभ्यासः कृतः खलु, ज्ञानेन स्वनिरूपितविषयतासम्बन्धेन ज्ञानं घटे वर्तते अथवा विषये वर्तते. अयं घटः इति ज्ञानकाले पटः स्यात् कुत्रापि, चिन्ता नास्ति. स्वरूपसम्बन्धः अत्र न भवति एव. ज्ञानविषय घटस्य ज्ञान घटज्ञानविषय अस्ति. ज्ञान घटस्य ज्ञान सम्बन्ध केवलं घटम् अस्ति, पटं नास्ति. ज्ञानघट विषयो ज्ञानम् स्वनिरूपितसम्बन्धः न तु स्वरूपसम्बन्धः. अस्तु, स्वरूपसम्बन्धः तु अभावस्थले प्रतियोगिता अनुयोगिता तथा तदा भवति. अत्र ज्ञानेन स्वनिरूपितविषयतासम्बन्धः भवति घटेन सह एव इति मुख्यम्, एव इति मुख्यमस्ति. यथा पिता पुत्रः तयोः मध्ये एक्स्क्लूसिव् आसीत् खलु सम्बन्धः, तथा एव ज्ञानः अपि च तस्य विषयः अनयोः मध्ये विषयतासम्बन्धः वर्तते. सः सम्बन्धः तेन विषयेन सह एव वर्तते इति एवकारः अस्ति अत्र. तदर्थं घटेन सहैव इति. ज्ञानेन स्वनिरूपितविषयतासम्बन्धेन ज्ञानं घटे वर्तते इति वाक्यम् अत्र भवितुम् अर्हति. बुद्धं वा? भगिनी, तत्र परिच्छेदे अन्तिमवाक्यस्य कः अर्थः? चन्द्रमसं पश्यामि न अरुन्धतीम् इति. यदा वयं चन्द्रं पश्यामः तदा अरुन्धती न दृश्यते खलु, तथा एव अयं घटः इति ज्ञानकाले पटः भवति चेदपि अस्माकं ज्ञानस्य विषयः घटः एव इति प्रदर्शयितुम्. अस्तु अस्तु भगिनि अग्रे सन्ध्या भगिनी पठति वा न अधुना सरला भगिनी पठितवती खलु सन्ध्या भगिनी अग्रे पठतु तथा च ज्ञानस्य पदार्थेन यः सम्बन्धः सः विषयता ज्ञानस्य घटः विषयः अतः घटे विषयता अयमेव च सम्बन्धः वैपरीत्येन विचारे विषयः अस्य अस्ति इति विषयी विषयी ज्ञानं ज्ञाने विषयिता तर्हि घटस्य ज्ञानेन यः सम्बन्धः सः विषयिता सम्बन्धः बुद्धं स्यात् अस्माभिः चर्चितमेव ज्ञानस्य पदार्थेन सह विषयतासम्बन्धः ज्ञानं स्वनिरूपितविषयतासम्बन्धेन विषये वर्तते अस्तु इदानीं ज्ञानस्य घटः इति विषयः अस्ति चेत् घटे विषयता अस्ति अपि च ज्ञाने विषयः अस्ति इति कारणतः विषयी ज्ञानम् इति स्थूलाक्षरैः लिखितमस्ति विषयी ज्ञानं ज्ञाने विषयिता अस्ति अपि च घटस्य ज्ञानेन सह यः सम्बन्धः सः विषयितासम्बन्धः इत्युक्तौ घटः स्वनिरूपितविषयितासम्बन्धेन ज्ञाने वर्तते इति वक्तुं शक्नुमः बुद्धं वा अत्र कोऽपि प्रश्नः प्रश्नः अस्ति किम् भगिनि एक अन्य उदाहरणं दातुं शक्नोति वा अहं चिन्तयामि यदि अहं कमलं पश्यामि तो तत्र अहं जानामि तत् पुष्पं कमलम् इति मम ज्ञानं तु विषयिता अस्ति मम कमलस्य न ज्ञानं विषयिता अस्ति सम्यक् वा यदि भवती कमलं पश्यति अस्तु तत्र अयं कमलः इति ज्ञानं भवत्याः मनसि भवति अयं कमलः इति ज्ञानं ज्ञानस्य विषयः कः कमल कमलः ज्ञानस्य विषयः कमलः तर्हि विषयता कुत्र अस्ति पुष्पे अस्ति पुष्पे अस्ति खलु राधिका भगिनि अवगतम् आं विषयता पुष्पे अस्ति विषयिता मम शिरे अस्ति विषयिता ज्ञाने अस्ति ज्ञाने अस्ति इदानीम् अवगच्छामि धन्यवादः भगिनि अवगच्छति वा विषयिता ज्ञाने अस्ति यतोहि विषयः ज्ञाने अस्ति ज्ञानं विषयी अस्ति ज्ञाने विषयिता विषये विषयता अवगतं वा इदानीं तु अहं कमलं तु न दृष्टवती तु अहं मम समीपे कमलस्य ज्ञानं न अस्ति चेत् कमले विषयता भवति परन्तु ज्ञाने विषयिता न भवति न यदा ज्ञानं भवति तस्मिन् क्षणे अस्तु इदानीम् उदाहरणत्वेन अत्र दत्तमस्ति ज्ञानघटज्ञानकाले यद्यपि घटः अपि वर्तते पटः अपि वर्तते चिन्ता नास्तु अस्माकं मनसि अयं घटः इति यदा ज्ञानं वर्तते तदा घटे विषयता वर्तते न तु पटे तर्हि भवत्याः मनसि अयं कमलः इति ज्ञानं मा भवतु किन्तु किम् अस्ति ज्ञानं यत्किमपि भवतु अयम् आसन्दः इति भवति चेदपि तत्र भवत्याः ज्ञानस्य विषयः आसन्दः अस्ति तस्मिन्नेव क्षणे तत् क्षणे ज्ञानस्य क्षणे यद्भवत्याः मनसि भवति ज्ञानं तस्य एकः विषयः भवति अपरस्याम् अपरस्य ज्ञानस्य अन्यः विषयः स्यात् अग्रे शिवरामकृष्णमहोदय पठति वा आं भगिनि तथा च ज्ञानस्य पदार्थेन यः सम्बन्धः इत्थं हि आमाम् इत्थं हि आमामाम् इत्थं हि सम्प्रदाये ज्ञानपदार्थं बोधयन्ति. ज्ञानं दीपस्थान आपन्नं, विषयः प्रकाशः. ज्ञानस्य दीपरूपस्य या प्रभा सा विषयतासम्बन्धः. सा प्रभा यस्मिन् पतति स प्रकाश्यः. ज्ञानस्य विषयः इति उच्यते. यस्मिन् सा प्रभा नास्ति सः न प्रकाश्यते, अतः विषयः इति नोच्यते. अस्तु, राधिका भगिनी भवत्याः प्रश्नस्य उत्तरम् अत्रापि अस्ति. ज्ञानं दीपस्थानापन्नं इत्युक्ते दीपस्थाने ज्ञानम् इति भवतु. ज्ञान दीपः यदा प्रकाशं प्रसारयति तदा या प्रभा भवति सा विषयता. सा प्रभा यं विषयं प्रकाशयति सः एव ज्ञानस्य विषयः भवति इति चित्रे अपि दर्शितमस्ति. ज्ञानं दीपस्थानापन्नं, तस्मात् विषयतारूपी प्रभा वर्तते. सा प्रभा यस्मिन् पतति सः ज्ञानस्य विषयः भवति. अस्तु, अग्रे पुष्पा भगिनी पठति वा? आं महोदय. इयं च विषयतारूपा प्रभागटे प्रभागटे विद्यमाना न ज्ञानेन विना भवति. इयं च विषयतारूपा प्रभागटे विद्यमाना न ज्ञानेन विना भवति. कस्यायं प्रकाशः इत्युक्तौ ज्ञानस्य इति उच्यते. अतः ज्ञानं प्रकाशस्य प्रेषकं निरूपकम् इति उच्यते. अतः ज्ञानं प्रकाशस्य प्रेषकं निरूपकम् इति उच्यते. तथा च घटनिष्ठ विषयतानिरूपकं ज्ञानमिति सिद्धम्. ज्ञानम् इति दीपस्थानापन्नं चेत् ज्ञानेन या प्रभा प्रेषिता सा प्रभा विषयता नाम्ना प्रभा विषयं दर्शयति. अतः ज्ञानं प्रकाशस्य प्रेषकम् अपि च निरूपकम्. यदा ज्ञानं भवति तदा ज्ञानस्य विषयः प्रकाशितः भवति. तदर्थं घटनिष्ठविषयतानिरूपकं ज्ञानम् इति उच्यते. अस्मिन् चित्रे ज्ञानम् अस्ति, दीपस्थानापन्नं ज्ञानं, तस्य विषयः अस्ति घटः. तर्हि घटनिष्ठविषयतानिरूपकं ज्ञानम् इति अस्य ज्ञानस्य विवरणमस्ति. यदा अयं पटः इति ज्ञानं भवति तदा विषयः भवति पटः. दीपस्थानापन्नेन ज्ञानेन या प्रभा प्रकाशिता भवति सा घटनिष्ठविषयतां प्रकाशयति. तदा पटनिष्ठविषयतानिरूपकं ज्ञानम् इति वदामः. बुद्धं स्यात्? अवगच्छन्ति वा सर्वे? प्रश्नः अस्ति. अस्तु, इदानीम् अयम् एतावता अयं घटः इति ज्ञानम्. अधुना भूतलं घटवत् इति अस्माकं ज्ञानं भवति. भूतले घटं दृष्ट्वा वदामः भूतलम् अस्ति घटवत्. तस्मिन् वाक्ये विशेषणविशेष्यभावः अस्ति. विशेषणं किं, विशेष्यं किं, वदन्ति वा कोऽपि? किं विशेषं? भूतलं विशेषणं घटः. विशेष भूतलमेव विशेष्यम् अस्ति. घटवत् भूतलम् इति वाक्यं अस्मिन् ज्ञाने अयं घटः इति ज्ञानं न, भूतलं घटवत् इति ज्ञानम् अधुना. अस्मिन् ज्ञाने त्रयः अंशाः सन्ति, भूतलमस्ति, घटः अस्ति, अपि च भूतलघटयोः सम्बन्धः अपि अस्ति. कीदृशः सम्बन्धः? संयोगसम्बन्धः. संयोगसम्बन्धः. अयं घटः इति सामान्यज्ञानं नास्ति, भूतलं घटवत् इति अस्माकं ज्ञानम् अधुना. त्रयः अंशाः, प्रथमतया भूतलं विशेष्यं, घटवत् इति विशेषणं घटः, तयोः मध्ये सम्बन्धः, संयोगसम्बन्धः. तर्हि अस्माकं मनसि त्रयः अंशाः अपि भवन्ति यदा भूतलं घटवत् इति ज्ञानं मनसि आयाति तदा. तर्हि अस्य ज्ञानस्य विषयः त्रयः, विषयताः अपि तिस्रः भवन्ति. त्रयः विषयाः अस्य ज्ञानस्य, भूतलं घटवत् इति ज्ञानस्य त्रयः विषयाः, घटः, भूतलं, संयोगः. विषयः त्रयः अस्ति इति कारणतः विषयताः अपि तिस्रः भवन्ति. अवगच्छन्ति वा? अस्तु, अग्रे गत्वा किम् अवगतं वा? प्रश्नः अस्ति वा? अस्तु, तर्हि अग्रे पठामः. रश्मी भगिनी अग्रे पठति किम्? आं भगिनि, अत्र घटे एका प्रभा वर्तते, संयोगः घटभूतलयोः सम्बन्धः, तत्र एका प्रभा वर्तते. एवं भूतले भगिनि प्रकाशः अपि एषः त्रिविधा, तत्र स्मः वयं. प्रकाशः अपि एषः त्रिविधः, घटभूतलयोः संयोगं यत् ज्ञानं प्रकाशयति तत् निदर्शनं स्वीकुर्मः. तस्य शास्त्रेषु भूतलं घटवत् इति आकारः भवति इति उच्यते. आकारः इत्यस्य ज्ञानादि सविषयकपदार्थानां ये विषयाः, तेषां प्रकाशितानां शब्देन प्रतिपादितं स्वरूपम् इत्यर्थः. अस्तु, अत्र भूतलं घटवत् इति अस्माकं ज्ञानम् अस्तु, तस्य आकारः इत्युक्ते शब्देन प्रतिपादितं स्वरूपम्. अपरे अस्माकं मनसि ज्ञानं भवति भूतलम् अस्ति. प्रश्नमस्ति घटवत् वै घटवत् कति? तत्र मतु प्रत्ययः प्रत्ययः अस्ति, घटवत् भूतलं, भूतले घटः अस्ति. यथा बुद्धिमान् भवति, बुद्धिमत् बुद्धिमान् बुद्धिमति, यस्मिन् बुद्धिः अस्ति सः बुद्धिमान्, तथा भूतले घटः अस्ति, घटवत् भूतलं. घटवत् भूतलम् इति ज्ञानम् अस्माकं मनसि अस्ति, किन्तु अहम् अन्यं जनं वक्तुम् इच्छामि, यद् ज्ञानं मम मनसि अस्ति अहम् अपरं वक्तुम् इच्छामि, तदा कथं वदामि? शब्दैः यद् वदामि अहं, भूतलं घटवत् इति आकारः अस्ति, ज्ञानस्य आकारः, शब्देन ज्ञानस्य प्रतिपादनं, सः एव आकारः अस्ति. तदर्थम् अत्र उक्तम् आकारः इत्यस्य ज्ञानादि सविषयकपदार्थानां ये विषयाः, तेषां प्रकाशितानां शब्देन प्रतिपादितं स्वरूपम्. अत्र स्थूलाक्षरैः ज्ञानादि सविषयकपदार्थः इति उक्तमस्ति. ज्ञाने विषयः अस्ति खलु, तर्हि ज्ञानः सविषयकपदार्थः, विषयसहितं वस्तु तावदेव अस्ति. ज्ञानं विषयसहितम् अस्ति, तदर्थं ज्ञानमस्ति सविषयकपदार्थः. तेषां ज्ञानादि सविषयकपदार्थानां शब्देन प्रतिपादनमेव आकारः इति उच्यते. अयं घटः इति शब्दैः वदनम् अथवा भूतलं घटवत् इति शब्दैः वदनं, तत्सर्वं ज्ञानस्य आकारः इत्युच्यते. इदानीम् अस्माकं ज्ञानमस्ति भूतलं घटवत् इति. तस्मिन् त्रयः विषयाः, तिस्रः विषयताः भवन्ति इति उक्तं. ताः काः इति अग्रे गत्वा पश्यामः. प्रिया भगिनी पठति वा अग्रे? प्रिया भगिनी अस्ति किम्? अजित् महोदय पठति वा? प्रकारतादीनां भेदेन अत्र घटेन कथनम्. अत्र घटे एका प्रभा वर्तते. संयोगाः घटभूतलयोः सम्बन्धः. तत्र एका प्रभा वर्तते. एवं भूतले एका प्रभा वर्तते. भूतले संयोगेन विद्यमानः घटः भूतलस्य विशेषणं. भूतलं विशेष्यं. तत्र सर्वासां प्रभाणां विषयता इति एकैव यदि यज्ञा सज्ञा स्यात् सज्ञा स्यात् तर्हि किं विशेषणं, किं विशेष्यम् इति न ज्ञायते. अतः तत्र तत्र विद्यमानायाः विषयतायाः सज्ञान्तरं कर्तव्यम्. विशेषणे विद्यमाना प्रभारूपविषयता प्रकारता इति कथ्यते. संयोगे विद्यमाना प्रभा संसर्गता इति. एवं विशेष्ये विद्यमाना प्रभा विशेष्यता इति कथ्यते. यथा अस्माकम् महोदय अधुना वदतु भवानेव, अत्र अस्माकं ज्ञानस्य आकारः आसीत् भूतलं घटवत्. भूतलं घटवत् इत्यस्मिन् ज्ञाने त्रयः विषयाः, ते के? संयोगः भूतलं. भूतलं विषयः त्रयः इत्युक्तौ तिस्रः विशेषताः अपि विषयताः अपि वर्तन्ते खलु? एकः विषयता. इदानीं दीपम् इति चिन्तयतु. ज्ञानस्य स्थाने दीपमस्ति. एकः विषयता घटं प्रदर्शयति, अपरा विषयता संयोगं प्रदर्शयति, अन्या विषयता भूतलं प्रदर्शयति. तिस्रः प्रभाः आगच्छन्ति दीपतः इति चिन्तनीयः चेत् तदा तिस्रः विषयताः भवन्ति भूतलं घटवत् इत्यस्मिन् ज्ञाने. तर्हि भूतलं घटवत् इत्यस्मिन् ज्ञाने विशेषणमस्ति घटः इति, विशेषमस्ति भूतलमिति, तयोः मध्ये सम्बन्धः अस्ति, संयोगसम्बन्धः. का विषयता कस्य विषयस्य प्रदर्शनं करोति इति ज्ञातुं त्रयः विषयताः सन्ति. का कस्य कस्य विषयस्य प्रकाशनं करोति इति ज्ञातुं विषयता इत्यस्य संज्ञा विशेषसंज्ञा भवति. विशेषणे विद्यमाना प्रभारूपी विषयता प्रकारता. अस्माकं विशेषणं किम् अत्र? घटः. तर्हि घटे विद्यमाना प्रभारूपविषयता. प्रभारूपविषयता इत्युक्ते चित्रे यथा प्रदर्शितं प्रभा आगच्छति घटे पतति, सा विषयता प्रकारता. तस्य विशेषसंज्ञा दत्ता. संयोगे विद्यमाना प्रभा संसर्गता. संयोगः इति अपरः विषयः ज्ञानस्य, अस्माकं भूतलं घटवत् इति ज्ञानस्य. संयोगस्य उपरि या प्रभा आगत्य पतति अथवा या प्रभा या विषयता अस्ति सा संसर्गता इति नाम प्राप्नोति. एवं विशेषे विद्यमाना प्रभा विशेषेत. विशेष्यं किम् अत्र? भूतलं. भूतलं. तर्हि यत्र विषयः त्रयः, अत्र विषयत्रयं भवति, अपि च विषयतात्रयम् अपि भवति. विषयता इति एका एव संज्ञा न भवति, विशेषसंज्ञायाः आवश्यकता भूत्वा प्रकारता इति विशेषणे विद्यमाना प्रभायाः नाम, संसर्गता इति संयोगे विद्यमाना प्रभायाः नाम, विशेष्यता इति विशेष्ये विद्यमाना प्रभायाः नाम भवति. इत्युक्ते भूतले विद्यमाना प्रभायाः नाम विशेषता इति भवति. अवगतम्? समय किं भगिनि? वन् मोर् टैम् प्लीस्. एकवारं. हा, अस्माकं ज्ञानमस्ति भूतलं घटवत्. तस्मिन् भूतलं विशेषणमस्ति घटः इति, क्षम्यतां, घटः इति विशेषणमस्ति, भूतलम् इति विशेष्यमस्ति खलु. अपि च त्रयः विषयाः सन्ति अस्माकं, घटः, भूतलं, संयोगः. विशेषे विद्यमाना विषयता भवति प्रकारता. विशेषणे विद्यमाना विषयता प्रकारता इत्युक्ते घटे विद्यमाना विषयता प्रकारता, संयोगे विद्यमाना विषयता संसर्गता, विशेष्ये विद्यमाना विषयता विशेष्यता इति नाम्ना कथ्यते. तावदेव. तिस्रः विषयताः भवन्ति चेत् तासां नामानि अपि भिन्नानि भवन्तु इति कृत्वा प्रकारता, संसर्गता, विशेष्यता इति नामानि दत्तानि. अस्तु, अग्रे राजेन्द्र महोदय पठति वा? भगिनी क्षम्यता, मम दूरवाणी त्रुटिता. यथा किं भगिनि? प्रिया भगिनी आगतवती. मम दूरवाणी त्रुटिता अभवत्, क्षम्यतां भगिनि. अस्तु, चिन्ता नास्ति. राजेन्द्र महोदय. यथा अस्माकं विशेषसंज्ञा गणेशादयः, कुलसंज्ञाः, सामान्यरूपाः, शुक्लादयः भवन्ति इति गणेशसंज्ञकः शुक्लः, गणेशाख्यः शुक्लः इति व्यवहारः, तथा ज्ञानस्य पदार्थानां च यः सम्बन्धः तस्य सामान्यसंज्ञा विषयिता इति. विशेषसंज्ञा प्रकारता, संसर्गता, विशेष्यता इत्येव रूपाः भवन्ति. तथा च गते एकनिमिष. तर्हि बुद्धं वा सर्वैः? गणेशशुक्लः इति कश्चन जनः अस्ति. अस्तु, शुक्लः इति तस्य कुलस्य नाम. तस्मिन्नेव कुले अपरेषां सदस्यानामपि शुक्लः इति नाम भवितुम् अर्हति. गणेशशुक्लः भवतु, रमेशशुक्लः भवतु, अपरं किमपि भवतु. तर्हि शुक्लः इति सामान्यसंज्ञा तस्य कुलस्य सदस्यानां, गणेशः वा, रमेशः वा, सुरेशः वा इति विशेषसंज्ञा. तथा एव भूतलं घटवत् इति ज्ञानस्य तिस्रः विषयताः सन्ति, यतोहि त्रयः विषयाः सन्ति खलु, घटं, भूतलं, संयोगः इति त्रयः विषयाः. तदर्थं विषयतात्रयमस्ति. विषयता इति सामान्यनाम सर्वेषां विषयतानां, सर्वासां विषयतानां. किन्तु प्रकारता, संसर्गता, विशेष्यता इति विशेषनाम इत्येव उक्तमस्ति अत्र. सामान्यसंज्ञा विषयता, विशेषसंज्ञाः प्रकारता, संसर्गता, विशेष्यता इति. बुद्धं वा? अस्तु महोदय, अग्रे पठतु. यथा च घटे प्रकारता आख्यविषयता वर्तते, संयोगे संसर्गताख्यविषयता वर्तते, भूतले विशेषताख्यविषयता वर्तते, एवं च घटनिष्ठप्रकारताख्यविषयतानिरूपकं ज्ञानं, संयोगनिष्ठसंसर्गताख्यविषयतानिरूपकं ज्ञानं, भूतलनिष्ठविशेषताख्यविषयितानिरूपकं ज्ञानम् इति सर्वस्य न्यायभाष्या विवरणं भवेत्। अस्तु, आख्य इत्युक्ते नाम्ना इति एव, प्रकारथाख्यविषयता इत्युक्तौ प्रकारनामविषयता, संसर्गताख्यविषयता इत्युक्तौ संसर्गनामविषयता, विशेषताख्यविषयता इत्युक्तौ विशेष्यतनामविषयता। यथा गणेशशुक्लः इति आसीत् तथा एव प्रकारता नामविषयता प्रकारथाख्यविषयता। इदानीं प्रथमं चित्रं मनसि चिन्तयन्तु, घटनिष्ठविषयतानिरूपकं ज्ञानम् इति साधारणं व्याख्या अस्ति ज्ञानस्य, घटनिष्ठविषयतानिरूपकं ज्ञानम्, अयं घटः इति सामान्यज्ञानं, सामान्य उदाहरणं चिन्तयति चेत् घटे विषयता अस्ति, ज्ञाने विषयता अस्ति, तर्हि घटनिष्ठविषयतानिरूपकं ज्ञानम् अथवा विषयिताश्रयः ज्ञानम् इति वाक्यं भवति। अत्र भूतलं घटवत् इत्यस्मिन् ज्ञाने घटे विद्यमाना विषयता इत्यस्य नाम किम्? प्रकारता। घटे विद्यमाना विषयता प्रकारता अस्ति, तर्हि घटनिष्ठविषयतानिरूपकं ज्ञानम् इत्यस्य स्थाने घटनिष्ठप्रकारथाख्यविषयतानिरूपकं ज्ञानम्। घटे कीदृशी विषयता अस्ति इत्यस्य वदनम् अत्र भवति तावदेव। अयं तु इदं तु सामान्यज्ञानं नास्ति, अयं घटः इति ज्ञानं नास्ति, भूतलं घटवत् इति ज्ञानस्य विषये अस्माभिः वक्तव्यं भवति कीदृशी विषयता अस्ति, कीदृशी विषयतां ज्ञानं निरूपयति इति। तदर्थं घटनिष्ठप्रकारथाख्यविषयतानिरूपकं ज्ञानम्। तथा एव संयोगे कीदृशी अस्ति विषयता, सत्यं संयोगे अस्ति संसर्गता नाम विषयता, तर्हि संयोगनिष्ठसंसर्गताख्यविषयतानिरूपकं ज्ञानं। भूतले कीदृशी विषयता अस्ति, तस्य नाम किम्? भूतलनिष्ठविशेषतानिरूपकं ज्ञानं। भूतले विशेष्यता नाम विषयता अस्ति, तां निरूपयति ज्ञानं, तर्हि भूतलनिष्ठविशेष्यताख्यविषयतानिरूपकं ज्ञानम्। ज्ञानम् एकमेव, तस्य कथनं त्रिधा। अवगतम्? एकमेव ज्ञानं, किन्तु तद् ज्ञानं कुत्र कुत्र प्रभां प्रसारयति, कुत्र कुत्र ज्ञानस्य प्रभा पतति इति वक्तुं नाम संज्ञाकरणं कृतं विषयतायाः। यदा ज्ञानस्य प्रभा घटे पतति तदा घटनिष्ठप्रकारथाख्यविषयतानिरूपकं ज्ञानम्। यदा ज्ञानस्य प्रभा संयोगे पतति तदा संयोगनिष्ठसंसर्गताख्यविषयतानिरूपकं ज्ञानम्। यदा ज्ञानस्य प्रभा भूतले पतति तदा भूतलनिष्ठविशेष्यताख्यविषयतानिरूपकं ज्ञानम्। ज्ञानं तु एकमेव, किन्तु ज्ञानस्य विषयत्रयं वर्तते, अपि च विषयतात्रयमपि वर्तते इति सारांशः अत्र। अस्तु, अग्रे प्रिया भगिनी पठति वा? आं भगिनि, श्रूयते वा? श्रूयते, श्रूयते। अस्तु, विषयताः यथा ज्ञानेन निरूप्यन्ते तथा परस्परमपि निरूप्यन्ते। प्रकारता निरूपिता विशेष्यता इव विशेष्यता निरूपिता प्रकारता इत्यपि सम्भवति, एवं संसर्गतायामपि। तथा च पूर्वोक्ते भूतलं घटवत् इति ज्ञाने घटनिष्ठप्रकारतानिरूपितभूतलनिष्ठविशेष्यतानिरूपकं ज्ञानं, भूतलनिष्ठविशेष्यतानिरूपितघटनिष्ठप्रकारतानिरूपकं ज्ञानम् इति वा वक्तव्यम्। अत्र किञ्चित् इतोपि जाटिल्यम् आनीतमस्ति तावदेव. ज्ञानं तु तदेव अस्ति, किन्तु ज्ञाने विषयतात्रयं वर्तते. विषयताः परस्परं निरूपयन्ति इत्येव मुख्यः अंशः अत्र. प्रकारता इति एका विषयता, सा च विशेष्यतां निरूपयति. तदा प्रकारता निरूपितविशेष्यता, अथवा विशेष्यता इति विषयता प्रकारतां निरूपयति चेत् विशेष्यता निरूपितप्रकारता. तथा एव संसर्गता विषये कोऽपि वदन्ति वा? कोऽपि वदति संस्कृता निरूपितविशेषता संस्कृता संसर्गता निरूपित संस्कृता निरूपता प्रकारता प्रकारता निरूपता संस्कृता तथा एव भवति. संसर्गता निरूपित प्रकारता अथवा संसर्गता निरूपित विशेषता इत्यादिकं भवति. अधुना चिन्तयन्तु, प्रकारताख्यविषयता अस्ति, घटनिष्ठप्रकारताख्यविषयता निरूपकं ज्ञानम्. घटनिष्ठप्रकारताख्यविषयता निरूपकं ज्ञानम् इत्यस्मिन् वाक्ये प्रकारता कं निरूपयति इति चिन्तयित्वा घटनिष्ठप्रकारतानिरूपितभूतलनिष्ठविशेष्यतानिरूपकं ज्ञानम् इति भवितुमर्हति. बुद्धं वा? उपरितने परिच्छेदे एकं लघुवाक्यमस्ति, भूतलनिष्ठविशेष्यताख्यविषयतानिरूपकं ज्ञानम्. इन् द लास्ट् पेराग्राफ् भूतलनिष्ठविशेष्यताख्यविषयतानिरूपकं ज्ञानम् इति अस्ति लघुवाक्यं. तत्र विशेष्यता कीदृशी इति प्रश्ने कृते घटनिष्ठप्रकारतानिरूपितभूतलनिष्ठविशेष्यतानिरूपकं ज्ञानम् इति वाक्यं भवति. इति सारांशः तावदेव. अत्रापि द्वितीय उदाहरणे घटनिष्ठप्रकारतानिरूपकं ज्ञानम् इति अस्ति. घटनिष्ठप्रकारता कीदृशी? भूतलनिष्ठविशेष्यतानिरूपितघटनिष्ठप्रकारतानिरूपकं ज्ञानम् इति वाक्यम्. कोऽपि संसर्गता इति स्वीकृत्य प्रयत्नं करोति किम्? संयोगनिष्ठसंसर्गतानिरूपित भूतलनिष्ठविशेष्यतानिरूपकं ज्ञानम्. बहु सम्यक्. इदानीं घटनिष्ठप्रकारता तथा एव करोतु. घटनिष्ठ वदतु महोदय. घटनिष्ठ घटनिष्ठप्रकार प्रकारता एव घटनिष्ठ घटनिष्ठप्रकारता निरूपित संयोगनिष्ठ संयोगनिष्ठ संसर्गता संसर्गता तत्तु सम्यक् एव. घटनिष्ठप्रकारतानिरूपित संसर्गता संयोगनिष्ठसंसर्गता तावत् समीचीनं. निरूपित निरूपित भूतलनिष्ठा भूतलनिष्ठा विशेष्यता तदपि समीचीनं, किन्तु ज्ञानम् इति अस्माकं विषयः, तस्य निरूपणार्थं भूतलनिष्ठ विशेषता निरूपित घटनिष्ठप्रकारता निरूपकं ज्ञानम् निरूपकं ज्ञानम्. भवतः उदाहरणे संयोगनिष्ठसंसर्गता निरूपित अथवा घटनिष्ठप्रकारता निरूपित संयोगनिष्ठसंसर्गता निरूपकं ज्ञानम्. घटनिष्ठप्रकारता निरूपित संयोगनिष्ठा संसर्गता निरूपकं ज्ञानम् ज्ञानमपि वक्तुं शक्नुमः वा घटनिष्ठप्रकारतानिरूपितभूतलनिष्ठविशेष्यतानिरूपितसंयोगनिष्ठसंसर्गतानिरूपकं ज्ञानम् इति आं भगिनि निश्चयेन वक्तुं शक्नुमः दीर्घवाक्यम् उपयुज्य किन्तु ज्ञानम् एकमेव तमेव ज्ञानं भिन्नभिन्नरीत्या विवृणोतुं शक्नुमः इति मन्ये तर्हि एतावता कृतमासीत् अस्माकं वर्गे इतः अग्रे शनिवासरे पाठ्यते प्रश्नाः सन्ति वा प्रश्नाः न सन्ति चेत् अत्र विरमामः शुभरात्रिः शुभरात्रिः धन्यवादः